अस्तु, तर्हि अस्माकं विषयः अद्यतनः अस्ति अणिजन्ताः. तत्र विषयत्रयमस्ति. गतसप्ताहे अणिजन्तानाम् अर्थः कः इति अस्माभिः अवलोकितम् इति प्रथमविषयः. द्वितीयविषयः अस्ति अणिजन्तानां रूपं. रूपं कीदृशमस्ति? अनन्तरम् इदानीम् अयं विषयः प्रवर्तमानः अस्ति. अनन्तरं प्रयोगः. गतसप्ताहे अस्माभिः दृष्टं यत् प्रयोजकः भवति, प्रयोज्यः भवति. प्रयोज्यकर्तुः, प्रयोज्यकर्तुः. पिता पुत्रेण कार्यं कारयति. तत्र प्रयोजकस्य प्रयोजककर्तुः प्रथमाविभक्तिः, प्रयोज्यकर्तुः तृतीयविभक्तिः. कुत्रचित् तृतीयविभक्तिः, कुत्र द्वितीयविभक्तिः अस्ति. पिता पुत्रं पाठशालां गमयति इति तत्र द्वितीयविभक्तिः अस्ति, प्रयोजकर्तुः. तत्र प्रयोगः, तत्रापि सूत्राणि सन्ति. इदानीं तर्हि अणिच् इत्यस्य अर्थः कः इति चेत्, तत्र अस्माकं विषयः अस्ति प्रेरणार्थकः णिच्, प्रेरणार्थी णिच्. कुत्रचित् स्वार्थे अपि अस्ति इति परिशीलितं गतसप्ताहे. इदानीं रूपाणि कानि? तर्हि कत्रं पुरट करपत्रं पुरतः स्यात्. इदानीं रूपाणि कीदृशानि सन्ति इति विषयः प्रवर्तमानः अस्ति. अन्य कोऽपि आगतवान् वा विलम्बेन? पुष्पभगिनी, अन्य कोऽपि वा? अन्य कोऽपि? अस्तु, तर्हि करपत्रं पूपस्य साधनार्थं सोपानत्रयम् इति अस्माभिः ज्ञायते. प्रथमतया धातुः ज्ञातव्यः अस्ति. यः कोऽपि निरन्तररूपं साधयितुम् इच्छति तस्य कृते धातुज्ञानम् अत्यावश्यकमस्ति. आरम्भे एव गतसप्ताहे अस्माभिः दृष्टमासीत् खलु, बिभेति. बिभेति इति बिभायति, बिभायति इति इत्यादिकं किमपि नास्ति खलु. तत्र भीति धातुः अस्ति इति कृत्वा भाययति. एवमेव स्त्रधातुः विस्तृणोति इति श्रुत्वा, विस्तृणोति इति श्रुत्वा अस्माकं निजन्तरूपं न भवति, न सिद्ध्यति खलु. स्त्रधातोः ज्ञानेन एव विस्तारयति इति साधयितुं शक्नुमः. तदर्थं धातुज्ञानमस्ति आवश्यकम्. अनन्तरं सूत्राणां किञ्चित् ज्ञानमपि अपेक्षितमस्ति अत्र, विशेषतः त्रयाणां सूत्राणां. नाम अणिच् धातुः योगः णिच् इति प्रथमे सोपाने धातुः योगः णिच् इति अस्ति. तत्र णिचः प्रभावेन धातौ कीदृशपरिवर्तनं भवति इति अति आवश्यकमस्ति. कुत्रचित् गुणः भवति, कुत्रचित् वृद्धिः भवति, कुत्रचित् किमपि न भवति. तदर्थं धातोः ज्ञानमपि आवश्यकमस्ति. अनन्तरं सूत्राणां के आगतवन्तः? शुभदे महोदय, अहं पद्मा, किञ्चित् विलम्बेनापि वा? नमस्कारः, रवि अस्मि. रवि महोदय, अन्य कोऽपि वा? अस्तु, हा, तर्हि क्रमेण धातुः योगः णिच्. तत्र किं लिखितमस्ति? णिच् निमित्तकम्, णिच् निमित्तिकम् अङ्गकार्यम्, णिच् निमित्तिकम्. अत्र इकारः अस्ति इति सर्वेषां तत्र अवधानं भवेत्. तत्र ठक् इति प्रत्ययः अस्ति. निमित्तिकं, निमित्तकमिति नास्ति, निमित्तिकम्. अणिच् निमित्तिकम् अङ्गकार्यम्, अणिच् निमित्तीकृत्य यत् कार्यं भवति तत् अङ्गकार्यं. किमर्थं? यतोहि अत्र धातुः अङ्गं भवति. अग्रे प्रत्ययः अस्ति, तस्मात् प्राक् यावत् अस्ति तत् अङ्गमस्ति. तत् तस्मिन् विद्यमानं कार्यमस्ति अङ्गकार्यम्. तर्हि अत्र अङ्गकार्यं करणीयमस्ति, तदर्थम् अचौ यणिति अत उपधायाः पुगादलघुपधस्य च इति त्रीणि सूत्राणि अपेक्षितानि सन्ति. तत् अङ्गकार्यं कृत्वा एव धातु अणिच्पतेयोः संयोगः भवति, यथा लिक् योगः णिच् तत्र मीनभगिनी किं कार्यमस्ति अत्र णिच् इत्यस्य प्रभावेन? वृद्धिः अस्ति. वृद्धिः इति किं सूत्रम्? अचोनिति इति तदर्थं तत्र गतसप्ताहे अस्माभिः परिशीलितमासीत्, किन्तु पुनस्मरणम् अति अपेक्षितमस्ति. अचोयुनिति इति तस्य कार्यं कुत्र अस्ति, अत उपधायाः इत्यस्य कुत्र, अपि च पूर्वान्धगोपधस्य च इत्यस्य त्रिषु सूत्रेषु अत्र कस्य कार्यं भवति इति द्रष्टव्यमस्ति. लिक् योगः णिच् इति जगन्नाथमहोदय वदति वा? लिक् योगः णिच् लेखनम् एतत् गुणसन्धि भवति. प्रथमतया गुण सन्धिः इति नास्ति, अस्ति किं सन्धिः अस्ति वा? इदानीमेव मया उक्तमस्ति किं कार्यमस्ति, सन्धिकार्यं न. राजेन्द्रमहोदय वदतु. आं महोदय, अत्र तु निच् धातुयोग किमर्थम् अङ्गकार्यं वदामः? अङ्गकार्यम् अत्र तु किम् अस्ति, यत् निच् प्रभावेन यत् यादृशी तत् प्रत्ययः अस्ति तत् तस्य प्रभावेन तत्र अङ्गस्य कोऽपि कार्यं भवति, यथा अत्र लिख् योग निच् उदाहरणेन तत्र पुगन्धलघुपदस्य च सूत्रेण सोपानेन गच्छामः. तत्र यत्र निमित्तं कारणं प्रत्ययः भवति तत्र अङ्गकार्यमिति वदामः, यत्र निमित्तं वर्णः भवति तत्र सन्धिः इति वदामः. सन्धिः अत्र वर्णनिमित्तिकं कार्यं नास्ति, अपि तु प्रत्ययनिमित्तिकं कार्यमस्ति इति कृत्वा अङ्गकार्यं प्रत्ययं निमित्तीकृत्य अङ्गे यत् कार्यं भवति तत् अङ्गकार्यम् अस्ति. अत्र निमित्तमस्ति इणिच्, यद्यपि इकारः एव णकारचकारयोः इत्संज्ञालोपश्च इति कृत्वा इकारः एव शिष्यते, किन्तु अत्र इकारः वर्णः केवलं नास्ति, अपि तु प्रत्ययः अस्ति. प्रत्ययः अस्ति इति कृत्वा अङ्गकार्यमस्ति. अस्तु, तर्हि त्रिषु सूत्रेषु राजीभगिनी वदतु किं सूत्रमस्ति अत्र. मेहुलमहोदय वदति वा? अस्तु भगिनि, समीचीनम्. मेहुलमहोदय, आम्, प्रथम सूत्रं प्रथम अङ्गकार्यम् अचोयणिति इति सूत्रेण भवति. अनुवृत्तिसहितसूत्रमस्ति अचः अङ्गस्य. एकनिमिषः, अत्र लिक् योगः णिच् इति स्थितौ अत्र अचोयणिति इति अत्र धातु अस्ति लिक् योगः णिच्, अत्र किं सूत्रं कार्यं करोति? तत्र तृतीयसूत्रं पुङ्गन्तल लघुपदस्य च. किमर्थम्? अङ्गस्य एकः गुणः सार्वधातुकार्धधातुकयोः इति अनुवृत्तिसहितसूत्रमस्ति. तत्र प्रत्ययपरे पुङ्गन्तस्य अङ्गस्य लघुपदस्य भवति. अत्र किन्तु अत्र वैशिष्ट्यं किम्? अत्र एकः कार्यं तत्र अचोयति इत्यस्मिन् अपि भवति एकः कार्यम्, अत्र एकः इति नास्ति इति कथं जानीमः? अत्र कथं जानीमः यत् अच्छव्यनिति नास्ति, पुगन्धपदस्य अस्ति? लिक् इति अन्ते पुङ्गन्तम् अस्ति, अतः अन्ते किमस्ति? अन्ते पुङ्गन्त बुद्धं नास्ति, अन्ते किमस्ति? अन्ते प्रत्ययपरे पुङ्गन्तम् अस्ति, अतः न फू न फू न फू अत्र फुगन्तस्य फुग फूग् फूग् इति अस्य प्रसक्तिः नास्ति अत्र. अत्र लक्ष्मी भगिनी वदति वा? महोदय, अत्र तृतीयं सूत्रं कार्यं करोति. अत्र लिख् धातुः औपदेशिकधातुः, अनन्तरं तत्तु आतिदेशिकधातुः भवति, तथा लेख् लेख् भवति, लेखी भवति. तत्र लिच् प्रत्ययं योजयामश्चेत् अत्र लिक् इत्यस्मिन् खकारात् पूर्वम् उपधा यः वर्णः उपधायाम् अस्ति सः वर्णः इकारः. इकारः लिच् प्रत्ययस्य योजनेन गुणः भूत्वा एकारः भवति, अतः लेखि इति हा बहु समीचीनमस्ति, बहु सम्यक् अस्ति. तर्हि यत्र कुत्रापि णिच् योजनीय प्रत्ययः योजनीयः, तत्र धातुः कः, स च धातुः कीदृशः इति प्रथमतया, तदर्थं धातुः तु अवश्यं ज्ञातव्यः अस्ति. धातुः कः अत्र? अत्र लघुपदधातुः अस्ति, लिख् धातुः लघुपदधातुः. इदानीं पुनः द्रक्ष्यामः तत्र अन्तिमधातोः अथवा यस्य कस्यापि रूपस्य अन्तिमवर्णः, तस्मात् पूर्वं यः वर्णः, तस्य नाम अस्ति उपधा, नाम उपधासंज्ञा अस्ति, उपधासंज्ञकः वर्णः. अपि च बहुव्रीहिसमासं कृत्वा लघुपदास् लघुपदधातुः अस्ति, यस्य उपधायां लघु वर्णः अस्ति तस्य नाम लघुपदधातुः अस्ति. उपधायां य लघु इक् अथवा लघुवर्णः. तर्हि अत्र अत्र अत्र तथा अस्ति. किमिति? एकः प्रश्नः, लेखी लेख् लिख् इति धातुः धातुसंज्ञा लघुपदस्य इति वा? धातुसंज्ञा इति पृच्छति वा? आम्, लिख् धातुसंज्ञा लघुपदस्य वा? न, एकनिमेषः. अत्र धातुसंज्ञा अन्या वार्ता अस्ति, तस्य धातुसंज्ञा इति भिन्ना. अत्र उपदेशकधातुः अस्ति, धातुसंज्ञा अस्ति एव, किन्तु अत्र अत्र फुगन्तलघुपदस्य च फुगन्तलघुपदस्य च इति, तत्र यः धातुः फुगन्तः अस्ति अथवा यः धातुः लघुपदः लघुपदधातुः अस्ति, अत्र धातुः लघुपदः अस्ति, यतोहि उपधायां नाम अन्तिमवर्णः ककारात् पूर्वं यः वर्णः इकारः, स च लघु इकारः अस्ति. उपधायां स्थित्याम् अस्ति, स च लघु इकारः कुत्र अस्ति? उपधायाम् इति कृत्वा यस्य उपधायां लघु एकवर्णः अस्ति स च धातुः लघुपदः. अत्र अत्र लिङ्गपरिवर्तनं जातम् इति कृत्वा बहुव्रीहिसमासः अस्ति इति जानीमः, यतोहि उपधा इति स्त्रीलिङ्गशब्दः, किन्तु लघुपदः लघुपदः इति पुल्लिङ्गशब्दः जातः, यतोहि तत्र धातोः विशेषणमस्ति. तत्र तत्र धातुः इति पुल्लिङ्गशब्दः, लघुपदः इति तत्र विशेषणविशेषभावः अस्ति, नो चेत् लघुपधायाः इति षष्ठ्यन्तं भवति स्म, लतायाः, किन्तु अत्र रामस्य इति एव लघुपदस्य इति जातमस्ति. अस्तु, भवतु नाम अत्र लिक् धातुः कीदृशधातुः? लघुपदधातुः. तत्र अचौयुनिति इति मीना भगिनी वदति वा अत्र किमर्थम् अचौयुनिति इति स्वीकारं न भवति? अत्र अन्तिमवर्णः न अच्वर्णः. हा, सम्यक् सम्यक्. यस्य धातोः अन्तिमवर्णः अच् न तु उपधा तत्र तत्र अचोयनति इति कार्यं भवति, स च कार्यं वृद्धिकार्यम्, अत्र तथा नास्ति. किन्तु हा बहु समीचीनमस्ति. तर्हि अस्य अस्य रूपस्य साधनार्थं किं ज्ञातव्यमस्ति? प्रथमतया धातुः कः? केवलं लट् लकारस्य रूपं ज्ञात्वा अस्माकं सिद्धिः भवति इति नास्ति. धातुः कः इति अवश्यं ज्ञातव्यमस्ति, अवश्यं द्रष्टव्यमस्ति. समीचीनम्. अत्र धातुः अस्ति लेख् इति प्रथमं सोपानम्. अनन्तरं त्रीणि प्रमुखसूत्राणि सन्ति. अत्र त्रिषु सूत्रेषु द्वयोः यत्र द्वयोः कार्यं भवति यत्र धातुः हलन्तः अस्ति, अत उपधायाः इति कार्यम् अपि च पूगन्तलघुपधस्य च इति कार्यं तदानीं भवति. प्रथमं सोपानं दृष्ट्वा द्रष्टव्यमस्ति यत् धातुः हलन्तः अस्ति. धातुः हलन्तः अस्ति चेत् तत्र अत उपधायाः अथवा पूगन्तलघुपधस्य च तत्र द्रष्टव्यमस्ति. अस्तु, अस्माकं कार्यम् अनयोः मध्ये कस्यचित् भवति वा? धातुः अजान्तः अस्ति चेत् तत्र अचयुनिति इति द्रष्टव्यमस्ति. अत्र धातुः हलन्तः लिख्. अस्तु, समीचीनमस्ति. हा, तर्हि धातु णिच् प्रत्ययोः किं कार्यमस्ति इति त्रिभिः सूत्रैः एकवारं लेखि इति नूतनधातुः निष्पन्नः णिच् तत्र लिख् तत्र उपधायाम् इकारस्य गुणः लेख् योगः णिच् णकारचकारयोः इत्संज्ञालोपश्च इति कृत्वा इकारः अवशिष्यते लेख् लेख् लेख् युगः इ लेखि इति अस्ति. लेखि तत्र सर्वे सर्वे निजन्तदातवः इकारान्ताः अग्रे अग्रे अस्ति अद्य. तर्हि अनन्तरं पुष्पास्मि हेतुमति च तत्तु बहु सम्यक् न अवगतं. सर्वं न अवगन्तव्यम्, अत्र सर्वं नितरां न अवगन्तव्यमस्ति. केवलं तावत् ज्ञातव्यमस्ति यत् तत्र प्रेरणार्थे अणिच् विधायकसूत्रमस्ति. अणिच् विधायकसूत्रं यत्र अणिच् विधीयते तत्र हेतुमति च. अत्र अस्माकं कार्यं यत्र अस्ति तत्र पश्यतु. इदानीम् इदानीं हेतुमति च इति त्यजतु. अणिच् विधायक अणिच् प्रत्ययः प्रेरणार्थे विधीयते हेतुमति च इति सूत्रेण. इदानीम् अस्माकं कार्यं यत्र अस्ति तत्र तत्र नेत्रमपेक्षितमस्ति. धातुः योगाणिच् लेख् योगाणिच् लेखि. अस्तु, अनन्त इति इत्यस्य कृते त्रीणि सूत्राणि. अनन्तरम् अग्रे गत्वा अणिच् शप् एचोयवायावः इत्यादिकं भवति, अग्रे द्रक्ष्यामः. इदानीं प्रथमतया ऋजन्तधातुः अपेक्षितः अस्ति, ततः अग्रे कार्यमस्ति. अग्रे उदाहरणमपि दत्तमस्ति. अस्तु, एकवारं शीघ्रमेव वदामि. लेखि इति धातुः अस्ति, शप् शकारपकारयोः लोप इत्संज्ञालोपश्च, तत्र लेखियोगः अ लेखियोगः अ इति अस्ति. लेखियोगः अ इत्यस्याम् अवस्थायाम् अत्र किं कार्यं भवति इति. अस्तु, पुष्पभगिनि वदतु. लेखियोगः अ लेखियोगः अ अत्र सार्वधातुक आर्धधातुकयोः शप् इति न लषक् लषक् दिते न लषक् दिते हलन्तस्य तस्य लोपः तु स्थूलरूपेण लेखियोगः. इदानीं अधोभागे न दर्शयमस्ति. अत्र किमस्ति इति केवलं लेखियोगः. अत्र किं कार्यमस्ति शपं निमित्तीकृत्य? अत्र लेखियोगः गुणकार्यम् आयाति. लेखे इति लेखे सावधातुकार्थः यथा भवता उक्तमस्ति भवत्या उक्तमस्ति. हा, अस्तु, समीचीनं. लेखे योगः अनन्तरं तत्तु ऐ आयाति एचोयवायावः इत्यनेन ऐ आयाति ए ए योगः ऐ ऐ आदेशः. बहु समीचीनमस्ति. आहत्य लेख् योगः णिच् अङ्गकार्यं भवति, गुणः लेख् इ लेखि इति अङ्गकार्यम् एकमस्ति. अनन्तरं लेखियोगः शप् अकारः अवशिष्यते, तत्र प्रथमतया शप् प्रत्ययः अस्ति इति कृत्वा अङ्गकार्यं भवति सावधातकादयोः इत्यनेन तत्र इकारस्य एकारादेशः भवति लेखे युगः अ. अनन्तरम् इदानीं वर्णनिमित्तकं कार्यं भवति यचो युवायावः इति कृत्वा तत्र अयादेशः लेखै अ लेखय अनन्तरं तिङ् लेखयति इति स्थूलरीत्या अस्माभिः दृष्टम्. इदानीं लिक् योगः इ इति तत्र यः कोऽपि धातुः भवतु नाम अस्माकं प्रथमतया त्रीणि सूत्राणि द्रष्टव्यानि सन्ति. अचोयुनिति अचोयुनिति अस्तु विद्याभगिनी सम्यक्तया प्रतिपादयतु येन सर्वे अवगच्छेयुः. अचोयुनिति इति सूत्रमस्ति. सूत्रं वदति अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति इति निति प्रत्यये परे इति अनुवृत्तिसहितसूत्रमस्ति. अचः अङ्गस्य वृत्तिः निति इति सूत्रं वदति यदि अङ्गस्य अन्ते अच् वर्णः अस्ति चेत् यदि अस्ति अतः चेत् न भवति क्षम्यताम् अजन्ताङ्गस्य अन्तिमवर्णस्य वृद्धिः भवति अत्र निमित्तमस्ति इति निति प्रत्यये परे. यदि अत्र नि इति धातु वयं स्वीकुर्मः तत्र नि इति अजन्तधातुः तत्र नि इति औपदेशिकधातुः तत्र अन्ते दीर्घ ईकारः अस्ति तर्हि अत्र अजन्तधातुः अतः अचोयनिति इत्यस्य प्रसक्तिः भवति. यत् तत्र निच् प्रत्ययः विधीयते तर्हि नि योगः निच् इति अस्ति. इदानीम् अचोयनिति इत्यनेन नि इत्यस्मिन् दीर्घ ईकारस्य वृद्धिः भवति. तत्र वृद्धिसंज्ञकः वर्णः वयं पूर्वं पठितवन्तः. कीदृशप्रत्ययः पुनः उक्तवती वा निच् इति प्रत्ययः तत्र निति इति अस्ति निच् तत्र निच् इति प्रत्यये आदौ नकारः अस्ति नकारः इत्संज्ञकः तत्र चुटु इति सूत्रेण नकारस्य इत्संज्ञा अस्ति. तत्र सूत्रे अचोयनिति इति सूत्रे निति इति अस्ति निति इति निमित्तम् अस्ति तर्हि निति इत्युक्ते नकारः इत् यस्य सः नित् तर्हि अत्र निच् इत्यस्मिन् नकारः इत् अस्ति इति कृत्वा तत्र निमित्तमस्ति निति इति तर्हि अत्र अचोयनिति इत्यस्य प्रसक्तिः अस्ति. अतः तत्र अस्मासु कश्चित् अस्ति वा यः इत् संज्ञा इत्युक्ते किमिति न जानीयात् इदानीं अधिकसमयः नास्ति तदर्थं किन्तु तत्र सर्वेभ्यः प्रेषयामि. तत्र अस्माकं लघुपाठः अस्ति जयन्ती भगिन्यै अहं दत्तवान् गतसप्ताहे इत्संज्ञा नाम का अपि च तत्र इत्संज्ञाविधायकसूत्राणि कानि एकवारं तत्र प्रेषयिष्यामि अद्य गृहपाठत्वेन यस्य कस्यचित् अपि परिचयः तावता न जातः सः अवश्यं पठेत्. अनन्तरम् एकवारं यदा इत्संज्ञा भवति तदानीं तस्य लोपः तेन स च इत्संज्ञकः वर्णः अपगच्छति. णिच् इत्यस्मिन् वदतु एकवारं भगिनि तत्र किमस्ति. निच् इत्यस्मिन् तत्र आदौ नकारः अस्ति अनन्तरम् इकारः तत्र नकारः इत्संज्ञकः तत्र चुटु इति एकं सूत्रमस्ति तेन सूत्रेण तत्र नकारस्य इत्संज्ञा भवति. तदनन्तरं चुटु इति किं वदति चुटु इति वदति यदि धातोः प्रत्ययस्य आदौ चवर्गीयवर्णः अथवा टवर्गीयवर्णः अस्ति चेत् तत्र तेषाम् इत्संज्ञा भवति. अत्र चवर्गीयवर्णः णकारः चवर्गीयवर्णः इति कृत्वा तत्र चुटु इति सूत्रेण णकारस्य इत्संज्ञा भवति. चुटु इति शब्दः कीदृशः चु इत्युक्ते चवर्गीयवर्णः तस्य संक्षेपेण चु इति वदामः. टु इत्युक्ते अनन्तरं अत्र क्षम्यतां नकारः टवर्गीयवर्णः न तु चवर्गीय टु इत्युक्ते चवर्गीयवर्णः टढढढणा अतः अत्र नकारस्य इत्संज्ञा भवति चुटु इत्यनेन. कीदृशपदं चु तत्र अस्माभिः दृष्टं पूर्वं खलु यथा णत्वप्रसङ्गे तत्र उकारस्य संयोजनेन तत्तद् वर्गः इति इङ्गितं भवति अन्यत्र कुत्रचित् नत्वा तत्र यत्र व्यवधानमस्ति द्वयोः वर्णयोः कुमति च अकुमति च अपि अस्ति कुमति च अपि अस्ति किन्तु साधारण द्वितीयसूत्रं किं नत्वे अट्कुप् अट्कुप् अट्कुप् वाङ् हा अट्कुप् वाङ् नुं व्यवाये अपि तत्र कुपु इति अस्ति कवर्गीयवर्णः हा इति जानीमः खलु सर्वेषां परिचयः जातः कुपु कु इत्युक्ते कु इत्युक्ते कवर्गीयवर्णः पाति पपभम इति उकारस्य संयोजनेन पाणिनेः तत्र संक्षेपः अस्ति उकारस्य संयोजने तत्तद् वर्गः अङ्गीतं भवति हा अतः अत्र चुटु चु टु अत्र दीर्घ उकारः अस्ति चुटु किमर्थं द्विवचनं चु टु हा समीचीनं गुरुः गुरु अत्र द्वन्द्वसमासः अस्ति चु योगः टु इति तत्र पदद्वयमस्ति द्वयोः संयोजनेन द्वन्द्वसमासः भवति द्विवचने चुटु यथा रामः च कृष्णः रामकृष्णौ अत्र किन्तु तत्र अकारः अकारान्तपदमस्ति अत्र उकारान्तपदमस्ति अतः चुटु चुटु इति सूत्रमस्ति चुटु इति सूत्रेण तत्र प्रदेशे आदौ यदि च वर्गे अथवा टवर्गे विद्यमानः अस्ति तस्य इत्संज्ञा भवति इत्संज्ञा इत्युक्ते सः अगपत् अपगच्छति नकारः चकारस्य चकारः अन्ते अस्ति तत्र हलन्त्यम् इति सूत्रेण अन्तिमवर्णस्य इत्संज्ञा भवति तत्र चकारः हल् वर्णः अस्ति इति कृत्वा हलन्त्यम् इत्यनेन तस्य इत्संज्ञा भवति समीचीनम् अनन्तरं तस्य लोपः इकारः इति अस्ति न चकारः कथं न जायते नागमिष्यति चुटु इति अस्ति न चकारः अत्र चुटु आदौ चुटु इति न आदौ अस्ति हलन्तिमिति न अन्ते अस्ति इकारः अवशिष्यते इकारः अवशिष्यते तर्हि इदानीम् अचोयनिति इत्यनेन तत्र नि इत्यस्मिन् दीर्घ इकारस्य वृद्धिः भवति तत्र ऐकारः आगच्छति ईकारस्य वृद्धिः ऐकारः तर्हि तत्र नै इति भवति नै योगः इ तदनन्तरं तत्र एचोय वायावः इति सूत्रेण ऐकारस्य स्थाने आय् आदेशः भवति तर्हि नायि नायि इति नूतनधातुः आतिदेशिकधातुः समीचीनमस्ति गते वर्षे तत्र अच् सन्धिः अस्माभिः गभीररीत्या तत्र परिशीलितः आसीत् अच्छन्दिः अतः तत्र नूतनं न किमपि अस्ति हा करपत्रे द्रष्टव्यमस्ति तत्र एचो युवायावः यान्तवान्तसन्धिः अस्तु समीचीनमस्ति इति अचोयति तत्र नीयति धातुः अस्ति नायति इति भवति प्रथमतया धातुः कः अजन्तः अस्ति हलन्तः अस्ति अत्र अजन्तः अस्ति अतः तत्र अचोयति इत्यस्य प्रसक्तिरस्ति समीचीनमस्ति तत्र ततः अग्रे अणिच् अणित् अस्ति णकारः इत्यस्य सः इति कृत्वा अस्तु अग्रे गच्छेम अत उपधायाः इति अस्तु सुब्रह्मण्यमहोदय तत्र वदतु संक्षेपे अत उपधायाः इति वदति अत्र इदानीम् अत्र उपधायां इत्युक्ते एकनिमिष क्षम्यतां तत्र जयन्ती भगिनी अस्ति भगिनि अचोयनिति इदानीम् अचोयनिति इति प्रदर्शयतु किम् अवगच्छति किमर्थं नियोगः नित्यति अस्मिन् कार्यं भवति अवगच्छति वा वक्तुं न शक्नोमि किञ्चित् शनैः शनैः एव ग्रहणं भवति महोदय किञ्चित् क्लेशः अस्ति हा हा अस्तु कुत्र अवगमनं नास्ति इति पश्येम एकवारम् अचोयनिति इत्यस्य प्रथमवाक्यं पठतु कृपया अजन्त अङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति निति प्रत्यये परे किम् अवगच्छति किं न अवगच्छति अत्र वदतु प्रथमम् अजन्त अङ्गम् अस्ति इत्युक्ते अच्वर्णीय अङ्गम् अस्ति इति खलु अच् वर्णः अन्ते यस्य सः अन्ते अन्ते मध्ये न स्यात् यतोहि अत्र अत्र लिख् धातुः अस्ति यथा लिख् तत्र अचवर्णः अस्ति मध्ये इकारः किन्तु हा णिच् प्रत्ययं दृष्ट्वा तत्र लिख् इति अङ्गमस्ति अङ्गम् इत्युक्ते किं प्रत्ययात् प्रत्ययात् प्राक् यत् अस्ति तत् अङ्गं सत्यं इदानीम् इदम् अङ्गं लिख् इति अङ्गम् अजन्तम् अस्ति वा अन्तिमवर्ण अच्व नास्ति खलु अन्तिमवर्णः ककारः न तु अच्वर्णः इति कृत्वा हलन् अत्र हलन् हलन्त् हलन्तम् अस्ति न तु अजन्तं खलु अङ्गम् अत्र अजन्तम् अत्र अचो यनिति इति स्वीकार्यं तदानीं द्रष्टव्यमस्ति यदा अङ्गम् अजन्तम् अत्र अजन्त अजन्तयुत युग अङ्ग अजन्ताङ्ग तस्य नीधातुः तादृशः वा न न अवगतं प्रश्नः महोदय तत्र अजन्तमङ्गं इदानीं नी इति धातुः अजन्तम् अस्ति वा इति अन्तिमवर्णः खलु खलु अतः अजन्तम् अतः अजन्तम् इदानीं स च इदानीम् अङ्गम् अस्ति वा अत्र अङ्गं निच् इति प्रत्ययः अस्ति अतः अङ्गमस्ति अङ्गम् अजन्तमपि अस्ति अङ्गमपि अस्ति नाम अस्माभिः किं द्रष्टव्यं यत्किमपि सूत्रं भवति तत्र यानि यानि यानि निमित्तानि सन्ति तेषां पूर्तिः भवति अत्र न वा पूर्तिः अस्ति न वा पूर्तिः नास्ति चेत् तत् सूत्रं कार्यं न कुर्यात् किन्तु तत्र निमित्तानि पूरितानि सन्ति चेत् तत्र कार्यं भवति तर्हि अत्र अजन्तम् अङ्गमस्ति वा आम् नी इति अजन्तमस्ति अङ्गमपि अस्ति खलु अजन्ताङ्गस्य अस्तु ततः अग्रे किं लिखितमस्ति वृद्धिः वृद्धिः अन्तवर्ण अन्त्यवर्णस्य वृद्धिः भवति निति निति प्रत्यये परे इत्युक्ते निच् धातुः निच् प्रत्ययः निति इति इत्युक्ते किं महोदय लक्ष्मी भगिनी वदतु निति इत्युक्ते सप्तम्यन्तं प्रातिपदिकं किं प्रातिपदिकं सप्तम्यन्तं वदनात् प्राक् तत्र प्रातिपदिकं वक्तव्यमस्ति यथा सरित् तकारान्तपदमस्ति सरित् इति सप्तमी विभक्तौ किं भवति सरिति भवत् भवत् शब्दः भवत् इति अस्ति सप्तमी भवति अत्र ञित् इति अस्ति ञित् ञित् अणित् अत्र प्रातिपदिक द्वयमस्ति ञित् अणित् ञित् इत्युक्ते किं लक्ष्मीभगिनी वदतु भगिनी अवगच्छति वा न न न अत्र वृद्धिः भवति ञति अणिति प्रत्यये परे ञति ञति इति भवत्या उक्तं तत्र साधु एव ञत् इति प्रातिपदिकं सप्तम्यन्तं रूपमस्ति ञति इदानीम् अर्थः वक्तव्यः नाम यस्य रूपस्य धातोः अङ्गस्य तत्र अग्रे प्रत्ययः अस्ति स च प्रत्ययः तस्मिन् प्रत्यये यकारः अस्ति यकारः यकारः अस्ति स च यकारः इत्संज्ञकः भवति चेत् तत्र बहुव्रीहिः समासः अस्माकं भवति यस्य यकारः भवति स च यकारः इत्संज्ञकः तच्च यत् इति भवति स च प्रत्ययः यत् अस्ति. इदानीं कस्य तत्र उदाहरणमस्ति कस्यचित् मनसि यत् इति प्रत्ययः विद्याभगिनी भवति वा? ओ नित् इति प्रत्ययः वा? यत् इति प्रत्ययः वा? अतो दीर्घो ययि इति, अतो दीर्घो ययि इति तत्तत् सूत्रम् इत्यपि प्रत्ययः. यत् प्रत्ययः, यत् प्रत्ययः कुत्र अस्ति तत्र? ययि, ययि प्रत्ययः नास्ति, प्रत्याहारः अस्ति, क्षम्यताम्. अत्र कश्चन प्रत्ययः अस्ति घञ्, घञ् इति कश्चन प्रत्ययः अस्ति घञ्. यथा भावः, भूधातोः घञ् प्रत्ययः तत्र भावः भवति. भावः, भावशब्दः घञ् प्रत्ययान्तमस्ति. भूयोगः, भूयोगः घञ्, तत्र घञ् इति प्रत्ययः यकारान्तप्रत्ययः अस्ति. य य इति कृत्वा तत्र घञ् इति प्रत्ययः तत्र यत् अस्ति. हा इति इदानीं स च घञ् प्रत्ययः परे अस्ति इति कृत्वा अचोयिनिति इति भू इत्यस्य वृद्धिः भवति. अचोयिनिति भू इत्यस्य भौ, अनन्तरम् एचोयवायावः हा इति अस्ति. तत्र हा घञ् प्रत्ययः अस्ति. तर्हि अत्र अत्र अणिच्यति णकारस्य इति संज्ञा अस्ति. णकारः अण अण इति कृत्वा णकारस्य इति संज्ञा भवति इति कृत्वा इति संज्ञा भवति इति कृत्वा यस्य सः णकार अणिच्यति इति स च प्रत्ययः तस्य णकारः इति संज्ञा भवति इति कृत्वा स च णिच् प्रत्ययः स्वयं णित् अस्ति. घञ् प्रत्ययः स्वयं ञित् अस्ति. घञ् प्रत्ययः ञित् अस्ति, णिच् प्रत्ययः णित् अस्ति. अपि च यत्र सप्तमीविभक्तिः भवति, सप्तमीविभक्तिः भवति चेत् तत्र रविमहोदय वदतु. रविमहोदय, सप्तमीविभक्तिः भवति चेत् तस्य अर्थः कः? यति अणिति परे अस्ति चेत्, हा परः, स च प्रत्ययः परः अस्ति इत्युक्ते पूर्वकार्यं, तस्मात् पूर्वं यत् कार्यमस्ति तत्र सप्तमीविभक्तौ इत्युक्ते अनन्तरमस्ति. स च प्रत्ययः अनन्तरमस्ति, कार्यस्य अनन्तरं यति अणिति प्रत्यये परे. तर्हि जयन्ति भगिनि, पूर्वम् अस्माकम् अजन्तमङ्गमस्ति, अजन्तमङ्गं नि, अनन्तरं णिच् इति प्रत्ययः अणित् अस्ति. स च प्रत्ययः अनन्तरम् अणित् इति सप्तमीविभक्तौ इति कृत्वा अनन्तरम्. अनन्तरं षष्ठीविभक्तिः इत्युक्ते स्थाने, अजन्तम् अङ्गमिति कृत्वा तस्य अङ्गस्य अन्त्यवर्णस्य इति षष्ठीविभक्तिः इत्युक्ते स्थाने, तस्य स्थाने, तस्य वर्णस्य स्थाने वृद्धि आदेशः भवति. ईकारस्य गुणः अस्ति ए, वृद्धिः अस्ति ऐ. उकारस्य गुणः अस्ति ओ, वृद्धिः अस्ति औ इति अस्ति. तर्हि अत्र ऐकारादेशः भवति. स्पष्टं वा? अचोयिनिति हा नियोगः नेच्छति दृष्ट्वा अस्तु अचोयिनिति इत्यस्य अत्र कार्यं भवति. कार्यं भवति इति कृत्वा वृद्धिः भवति. ईकारस्य वृद्धिः नै नै, अनन्तरं गुणः, अनन्तरं सन्धिः अस्ति, तावदेव ऐकारादेशः. अस्तु, स्पष्टं जातम्? अस्तु, अग्रे गच्छामि. सुब्रह्मण्यं वदतु. अत उपधायाः, इदानीम् अत्र सूत्रमस्ति अत उपधायाः. विषयः अस्ति यदि उपधायाम् अत् वर्णः अस्ति, अपि च तस्य अनन्तरं णित् अथवा णित् प्रत्ययः अस्ति, तर्हि अत्र उपधायां यः अत् वर्णः अस्ति तस्य वृद्धिः भवति इति सूत्रं वदति. अत उपधायाः एतत् अपि अङ्गकार्यमेव यथात्र उदाहरणे पठ् योगः णिच् अस्ति अत्र पठ् धातोः ठकारः हल् वर्णः तस्मात् पूर्वम् अकारः अस्ति अकारः उपधावर्णः उप अपि च अकारः अत् वर्णः किमर्थमित्युक्ते अत्र ह्रस्व अकारस्य एव एव नयामः अत्र अकारमेव नयामः पकारः अकारः ठकारः अकारः उपधायाम् अस्ति अतः अपि च णिच् प्रत्ययः धातोः अनन्तरम् अस्ति णिच् प्रत्ययः यदा वयम् इदानीं पर्यन्तं दृष्टवन्तः णिच् प्रत्यये यः आदौ णकारः अस्ति स च णकारः इत् संज्ञकवर्णः अतः णकारस्य इत् संज्ञकः भूत्वा णिच् प्रत्ययः णित् भवति अतः एतस्य सूत्रस्य प्रसक्तिः कार्यं कुत्र भवति इत्युक्ते अङ्गे भवति अत्र पठ् धातुः अस्ति अनन्तरं णिच् प्रत्ययः अस्ति प्रत्ययात् पूर्वं यः भागः अस्ति स च भागः अङ्गम् इति वदामः अतः पठ् धातोः उपधायां यः अत् वर्णः अस्ति तस्य वृद्धिः भवति इदानीं णित् प्रत्ययस्य योजनेन किं भवति वृद्धिः इत्युक्ते अकारस्य वृद्धिः भवति दीर्घ आकारः अतः पाठ् इति भवति पाठयोगः णित् प्रत्यये केवलम् इकारः एव अवशिष्यते अतः पाठयोगः इ पाठी इति नूतनधातुः पाठी इति नूतनधातुः अस्ति बहु सम्यक् अस्ति अत उपधायाः नाम अस्माकं किम् अभिज्ञानम् अपेक्षितमस्ति अत उपधायाः इति सूत्रं दृष्ट्वा कीदृशं कार्यं भवेत् तस्य अभिज्ञानमस्ति अपेक्षितमस्ति यत् अत्र कार्यम् अस्ति अस्तु अत्र इदानीं पद्माभगिनी वदति वा अत्र अवगच्छति अत उपधायाः इति अवगच्छति वा पद्माभगिनी आं महोदय अत्र उपधायाः वृद्धि आगच्छति नित् नित् प्रत्यये आदे अग्रे णिच् प्रत्ययः अग्रे अस्ति चेत् अग्रे चेत् उपधायाः वृद्धिः भवति उपधायाः कीदृशवर्णः उपधायां कीदृशवर्णः भवेत् अत् इति वर्णः इत्युक्ते लघु अकारः अत् इत्युक्ते लघु अकारः लघु अत्र चेत् वृद्धिः आगच्छति ह्रस्वकारः भवति चेत् तत्र तस्य वृद्धिः भवति उपधायां नाम अन्तिमवर्णात् पूर्वं यः तस्य उपधायां स्थितस्य ह्रस्वकारस्य उपधायाम् अतः इति अर्थः उपधायां स्थितस्य ह्रस्व अकारस्य वृद्धिः अकारस्य स्थाने आकारः कदा अग्रे यत् अथवा णित् प्रत्ययः अस्ति इति चेत् वृद्धिकार्यमस्ति तर्हि णिच् इति णित् अस्ति जानीमः जानाति भगिनि स्पष्टमस्ति स्पष्टं महोदय अस्तु पाठि अग्रे शप् अस्ति उपरि अस्माभिः दृष्टमासीत् अवशिष्यते शकारपकारयोः यत्संज्ञालोपश्च अकारः पाठियोगः अ अनन्तरं सार्वधातुकार्धधातुकयोति गुणः सार्वधातुकार्धधातुकयोः गुणः इकारस्य स्थाने एकारः अनन्तरम् एचो युवायावः पाठयति इति अस्ति अस्तु अग्रिमम् उदाहरणं पश्येम इदानीं राजेन्द्रमहोदय वदतु न मीना भगिनी भवतु, मीना भगिनी भवतु यावत् शक्यं तृतीयम्. आं महोदय, पुगन्तलघुपदस्य च पठतु प्रथमं. सार्वधातुके आर्धधातुके च प्रत्यये परे पुगन्तस्य अङ्गस्य लघु उपदस्य च इकः गुणः भवति. अनुवृत्तिसहितसूत्रं पुगन्तलघु उपदस्य च अङ्गस्य इकः गुणः सार्वधातुक आर्धधातुकयोः. सार्वधातु आर्धधातुकयोः इति सप्तमी विभक्तिः अस्ति, द्विवचनं. प्रथमं अङ्गमस्ति, अङ्गं पुक् इति आगमः अन्तिमः अस्ति, अथवा उपदावर्णः लघु इक् वर्णः अस्ति. पुगन्तमिति इदानीं त्यजामः. इदानीं लघुपदस्य पुगन्तमिति अत्र नापेक्षितं. लघुपदस्य इत्यस्य अर्थः कः? लघु उपदावर्णः लघु इकः अस्ति, लघु इकः ह्रस्व इकः अस्ति. एक इत्युक्ते इक् इति प्रत्याहारः, अकार त्यज्य अच्वर्णाः इकः इति. कारणमस्ति अकारः पूर्वसूत्रे एव पूर्वसूत्रं कार्यं करोति. उपदावर्णः अकारः अस्ति चेत् अत उपदायाः कार्यं करोति. एतत् सूत्रं अवशिष्ट स्वरवर्णाः प्रसङ्गे कार्यं करोति. लघु एकस्ति चेत् लघु एकस्ति चेत् लघु एकस्य चेत् दीर्घस्वराः अस्ति चेत् कार्यं किमपि नास्ति. समीचीनमस्ति. अपि च सार्वधातुके आर्धधातुके तस्य अर्थः कः? सार्वधातु प्रत्ययाः वा आर्धधातुकप्रत्ययाः द्वयोः अपि अङ्गस्य परे आगच्छति चेत् सार्वधातुक आर्धधातुकयोः इति सप्तमी अस्ति, सप्तमी द्विवचनमस्ति. परन्तु सार्वधातुकसंज्ञा आर्धधातुकसंज्ञा इत्युक्ते किम् इति स्मरति वा? किं इत्वर्ण किञ्चित् अस्ति राजेन्द्रमहोदय, किञ्चित् स्मरति वा, स्मरति वा महोदय? महोदय सम्यक्तया न स्मरामि तत्. किञ्चित् सार्वधातुक सम्यक् बहु सम्यक् अस्ति. अस्तु, किं वदामः, किम् आरम्भे किं वक्तव्यमस्ति? धातुभ्यः यावन्तः प्रत्ययाः सन्ति ते च सर्वे सार्वधातुकसंज्ञकाः अथवा आर्धधातुकसंज्ञकाः भवन्ति. यः कोऽपि प्रत्ययः धातुतः साक्षात् विधीयते स च प्रत्ययः सार्वधातुकः अथवा आर्धधातुकः अवश्यमस्ति. तर्हि सार्वधातुक तत् केवलम् अत्र केवलं नामकरणमस्ति, कस्यचित् भयं न स्यात् दृष्ट्वा. अत्र केवलं पाणिनेः नाम, यथा मम भवतः नाम किं, मम नाम स्वरूपः तावदेव अस्ति. अत्र तस्य नाम सार्वधातुक, तस्य नाम आर्धधातुक, तावदेव अस्ति. तर्हि अत्र सार्वधातुकसंज्ञा, आर्धधातुकसंज्ञा, स्वरूपसंज्ञा, मीनासंज्ञा इत्यादिकमस्ति. अत्र धातुभ्यः यावन्तः प्रत्ययाः साक्षात् विधीयन्ते तेषां नामकरणं भवति सार्वधातुकम् अथवा आर्धधातुकम्. अपि च सार्वधातुकस्य विधायकसूत्रं वदतु मीना भगिनि. तिङ्क्षित् सार्वधातुकं नाम प्रत्ययः तिङ्, वदतु. तिङ् तिङ् इति अष्टादश प्रत्ययाः सन्ति. अथवा षित् इति प्रत्ययस्य इत्वर्णः षकारः अस्ति यत् सार्वधातुकप्रत्ययः इति संज्ञा. अत्र अनन्तरम् आदुदातुकं प्रत्ययः धातुप्रत्ययः सार्वधातुकं नास्ति चेत् आर्धधातुकं. सुब्रह्मण्य तत्र सूत्रं किं स्मरति वा? आं महोदय, आर्धधातुकं शेषम् इति सूत्रमस्ति. आर्धधातुकं शेषः इति सूत्रमस्ति इति अस्ति. आर्धधातुकं शेषः इति आर्धधातु यत्र यावतः प्रत्ययाः सन्ति धातुभ्यः विधीयन्ते सावधातुकं तिंशित् सावधातुकम् इति प्रत्ययः तिङ् अस्ति चेत् तिप्त् अस्ति इत्यादयः तत्र सावधातुकसंज्ञकः अथवा षित् यथा शप् उपरि शप् इति आसीत् तत्र शप् इति शकारः इत्संज्ञकः इति कृत्वा एतादृशाः प्रत्ययाः सावधातुकसंज्ञकाः. आर्धधातुकं शेषः तीनेन यावन्तः प्रत्ययाः धातुभ्यः विधीयन्ते तेषाम् आर्धधातुकसंज्ञा अस्ति. तर्हि अत्र मीना भगिनी वदतु अत्र णिच् कीदृशमस्ति, सावधातुकसंज्ञकः अथवा आर्धधातुकसंज्ञकः? आर्धधातुकः अस्ति. किमर्थं चेत् षित् तिङ् प्रत्ययः नास्ति, षकारः यित् अपि नास्ति, अतः आर्धधातुकः. बहु समीचीनमस्ति. तर्हि नेच्छति आर्धधातुकप्रत्ययः अत्र पुनः पठतु. किं किमस्ति सार्वधातुके आर्धधातुके प्रत्यये परे तादृशमस्ति? आम् अस्ति खलु. अस्तु अग्रे. प्रत्यये परे पुगन्तस्य अङ्गस्य अथवा लघु उपदस्य च एकः गुणः भवति. लघु अस्ति चेत् लघुस्वरः अस्ति चेत् लघु इकः अस्ति चेत् तस्य गुणः भवति. अत्र तादृशमस्ति. लिक् इत्यस्य अन्तिमवर्णः हल् तदस्य पूर्वं इकारः अस्ति, तत् ह्रस्व इकारः इकः इति प्रत्याहारस्य वर्णः, अतः तस्य गुणः भवति. हा इति अस्ति. हा बहु समीचीनमस्ति. जगन्नाथमहोदय स्पष्टं वा? आम् किञ्चित् किञ्चित् सार्वधा वदतु. सार्वधातुक आधधातुके एतत् सिर्फ् केवल नामकरणम् इति ज्ञात्वा, किन्तु अन्य सूत्राणि आगतवन्तः मध्ये. अत्र बहु सरलमस्ति. अत्र किमपि नास्ति. अत्र कश्चन प्रश्नः अस्ति. अत्र णिच् प्रत्ययः धातोः अनन्तरम् अस्ति वा? न, पूर्वम् अस्ति. किं पूर्वं वा अनन्तरं वा? धातोः अङ्गं धातु अङ्गं भूत्वा पूर्वे आगच्छति, निच् अनन्तरम् आगच्छति. हा नाम लिक् योगः अणेच्छति अस्मिन् लिक् इति पूर्वमस्ति, इणेच्छति अनन्तरमस्ति खलु, एतादृशक्रमः अस्ति. निच् अनन्तरमस्ति. हा तर्हि अणिच् प्रत्ययः अस्ति वा? प्रत्ययः आम् हा प्रत्ययः अस्ति. तर्हि यथा णिच् प्रत्ययः, यः कोऽपि प्रत्ययः, यावन्तः लोके विश्वे यावन्तः प्रत्ययाः सन्ति ते च सर्वे प्रत्ययाः यावन्तः सन्ति धातुभ्यः धातुतः अथवा धातुभ्यः विधीयन्ते चेत् तेषां नाम सावधातुकः अथवा आर्धधातुकः. एतादृशप्रत्ययाः विभक्ताः, तत्र द्वैविध्यमस्ति, विभागद्वयमस्ति, सावधातुकप्रत्ययः आर्धधातुकप्रत्ययः. नाम यथा णिच् प्रत्ययः, णिच् प्रत्ययः धातुतः विधीयते, धातोः अनन्तरम् अस्ति इति कृत्वा याव् तत्र यदा हि वयं पश्यामः यत् लिखधातोः अनन्तरं कश्चन प्रश्नः प्रत्ययः अस्ति, तस्य प्रत्ययस्य एकं नाम अस्ति सार्वधातुकम् अथवा आर्धधातुकम् इति अवश्यमस्ति. किमर्थं द्वयोः मध्ये एकम् अस्ति इति किमर्थं? धातोः अनन्तरम् इति कारणतः. धातोः साक्षात् अनन्तरम् अस्ति चेत् तस्य नामकरणम् अवश्यं द्वयोः मध्ये एकमस्ति, सार्वधातुकम् अथवा आर्धधातुकम्. इदानीं द्वयोः मध्ये किम् अस्ति इति चेत् स च प्रत्ययः तिङ् अथवा षित् इति चेत् तर्हि अणिच् तिङ् प्रत्ययः अस्ति वा? तिप्तस्ति इत्यादि अष्टादशप्रत्ययः तिङ् अष्टादशसु प्रत्ययेषु अन्यतमः निच्छति वा? नाम गच्छामः इति नवप्रत्ययः सन्ति खलु, तिप्तश्चि इत्यादयः अष्टादश, तेषु णिच् अस्ति वा एकं? नास्ति खलु. इति कृत्वा तत्र सार्वधातुकस्य नामकरणं तदानीं भवति यदा तिङ् अथवा षित्. तर्हि अत्र तिङ् नास्ति इति भवता उक्तमस्ति खलु? नास्ति, सत्यमपि. तर्हि इदानीं षित् अस्ति वा? तत्र णिच् इत्यस्मिन् कश्चन शकारः अस्ति वा, तालव्यशकारः? नास्ति. अतः न तिङ् न वा षित्, अतः सार्वधातुकं नास्ति. किन्तु धातुभ्यः विद्यते, धातोः साक्षात् अनन्तरम् अस्ति इति कृत्वा सार्वधातुकं नास्ति चेत् आर्धधातुकम् इति भवेदेव. स्पष्टं वा? यतोहि धातुभ्यः विधीयते चेत् सार्वधातुकं भविष्यति, सार्वधातुकं नास्ति चेत् आर्धधातुकमस्ति, द्वयोः मध्ये एकमस्ति एव. सार्वधातुकस्य तत्र विधायकसूत्रमस्ति तिङ्षित् सार्वधातुकं, तिङ्षित् सार्वधातुकम्. अत्र न तिङ् न वा षित्, अतः आर्धधातुकम्. इदानीम् अवगतम्. अतः आर्धधातुकप्रत्ययः परः अस्ति, धातोः अनन्तरं प्रत्ययः णिच् आर्धधातुकः अस्ति. अपि च लिक् इति धातुः लघुपदधातुः अस्ति वा? उपधायां लघु एक अस्ति वा? लिक् आम् अस्ति. वदतु. इकार अस्ति, लिक् अन्तिमप्रत्यय हलन्तरूपं खकार भवति, तस्मात् पूर्वं इकार ह्रस्व इकार अस्ति. तर्हि किम् एक प्रत्याहारिके के वर्णः? इ उ ऋ ल. इति कृत्वा इकारः अन्यतमः अस्ति, ह्रस्व अपि अस्ति. अतः अत्र प्रसक्तं कार्यं किं, प्रासङ्गिकं कार्यं किम्? आर्धधातुकप्रत्यये परे लघुपदधातोः एकः गुणः भवति इति अस्ति. ईकारस्य स्थाने गुण ए भवति. बस् बहु समीचीनमस्ति. लेखी इति अस्ति, बहु समीचीनमस्ति. तर्हि इदानीम् अस्माकं किं नाम बहु महत्त्वपूर्णं कार्यमस्ति. त्रीणि सूत्राणि सन्ति, अचोयन्ति, अत उपधायाः, पूगान्तलोपदस्य च. एकं धातुं दृष्ट्वा णिच् प्रत्ययः अग्रे अस्ति इति कृत्वा त्रिषु सूत्रेषु मध्ये कस्य कार्यं भवति इति अति आवश्यकमस्ति तादृशं ज्ञानं. सहदेव महोदय, अवगच्छति वा? किञ्चित् अवगच्छामि महोदय. अस्तु, समीचीनमस्ति. किञ्चित् अवगमनमस्ति, तत्र कश्चन आरम्भः जातः, बहु समीचीनमस्ति. अचौयनिति, अतौबुधायाः, पूगन्धकोपस्य च इति त्रीणि सूत्राणि सन्ति. एकवारं पश्येम किम् अस्ति अत्र. इदानीं राजेन्द्रमहोदय वदतु, यथा अत्र अग्रे पठतु महोदय. अतः यदा वयं निजन्तरूपं निर्मातुम् इच्छामः तदा अस्माकं प्रथमप्रश्नः अस्ति, धातुः कः? पठति इत्यस्य धातुः पठ्, लिखति इत्यस्य लिख्, भवति इत्यस्य भू. यावत् धातुः न ज्ञातः तावत् अङ्गकार्यं किम् इति ज्ञातुं न शक्नुमः. अत्र किमस्ति यदा निजन्तरूपं अस्तु, यथा प्रेरणार्थस्य विवक्षायां प्रक्रिया एवं लिख् भुवादयो धातु दातवः इत्यनेन लिख् इत्यस्य धातुसंज्ञा भवति, हेतुमति च इत्यनेन निच् विधानं भवति. तत्र भुवादयो धातवः तत् धातुसंज्ञा भवति, लिख् तु उपदेशिक धातुः अस्ति, तस्य भुवादयो धातवः सूत्रेण तस्य धातुसंज्ञा भवति. तत्र अनन्तरं हेतुमति च इत्यनेन निच् विधानं कार्यं भवति. अग्रे यथा निच् आगच्छति हेतुमति च सूत्रेण निच् निच् अग्रे आगच्छति, लिख् प्रत्यय परे लिख् धातु परे निच् प्रत्यय आगच्छति, तत्र निच् विधानं कार्यं भवति. इत्युक्ते बहु सम्यक् अस्ति. इत्युक्ते अत्र लिख् धातुः अस्माकम् उपदेश तत्र उपदेशिकधातुः अस्ति, उपदेशावस्थायां विहिता अस्ति. तत्र 2000 धातवः सन्ति, 2000 साधारणधातुषु अत्र लिख् धातुः अन्यतमः अस्ति इति कृत्वा भू आदयो धातवः अतीनेन तत्र उपदेशकधातूनां धातुसंज्ञा. अनन्तरं तत्र वक्तुः इच्छा अस्ति, नाम वक्तुः इच्छा इति तादृशी इच्छा अस्ति विवक्षा, विवक्षा तादृशविवक्षा अस्ति चेत् हेतुमति च इत्यनेन निचः विधानमस्ति, नाम गमयति, पाठयति, कारयति इति तादृशं वक्तुमिच्छति चेत् हेतुमति च अग्रे आगत्य वदति यत् अस्तु अत्र निच् इति भवतु. अग्रे अग्रे लिख् योग निच् अत्र किं भवति, निच् प्रत्ययः तु आर्धधातुक प्रत्ययः अस्ति, अत्र चकारस्य हलन्त्यं सूत्रम् अस्ति इति प्रकरणे तत् अन्यतमः सूत्रम् अस्ति हलन्त्यं, तत् तेन कारणात् चकारस्य इति संज्ञा भवति. णकारः यः टुवर्गी वर्णः अस्ति तस्य अपि चुटुसूत्रेण तस्य इति संज्ञा भवति, अतः तस्य लोपः अनन्तरं सूत्रम् आगति तस्य लोपः जातः, नकारस्य अथवा चकारस्य लोपः जातः. तदनन्तरं तत् इ एव अवशिष्यते, तत्र निच् प्रत्ययः यत् आसीत् पूर्वं तत् इकारः एव अवशिष्यते. इदानीं लिख् सर्वेभ्यः प्रेषयिष्यामि, ये परिचिताः न सन्ति तत्र तत्र इत्संज्ञविधायकसूत्राणि तत्र पाठः अस्ति अस्माकं, तत् प्रेषयिष्यामि. अत्र चु टु इति अस्माभिः उक्तमासीत् खलु, द्वन्द्वसमासः चु टु च वर्गः टवर्गः, अत्र अणकारः टवर्गे अस्ति. चु टु इति सूत्रे अणकारस्य इत्संज्ञा, चकारः अन्ते अस्ति इति कृत्वा अत्र हलन्तीमिति चकारस्य इत्संज्ञा भवति. एकवारं यदा इत्संज्ञा भवति तस्य लोपः इति सूत्रेण द्वयोः लोपः. अस्तु अग्रे. अपि च महोदय चुटु सूत्रम् आदौ कार्यं करोति, न कार्यं करोति. सत्यम्. अग्रे लिख् लिख् योग इ, अत्र पूर्वं लिख् धातुः आसीत् तत् अग्रे इकारः अवशिष्यते निच् प्रत्ययेषु प्रत्ययतः, तत् पुगन्धलघु उपदस्य च. अत्र लिख् तु हलन्तधातुः अस्ति, अतः तत् अचोनिते कार्यं न करोति. तत्पूर्वम् उब्धायाम् इकवर्णः अस्ति, लघु इक अस्ति, इकारः अस्ति, तत्कारणात् तत् पुगन्धलघु उपदस्य च प्रसक्तिः अस्ति, कार्यमपि भवति. तत्र आर्धधातुक प्रत्यये परे तत् इकारस्य लेख इकारः भवति, तत्र लेख आगच्छति, अनन्तरं लेखयोग इ मिलित्वा वर्णमेलनं तस्य लेखी निष्पन्नं भवति. लेखी तु नूतन धातु आतिदेशिक धातु अस्ति. तत्कारणात् तत् सनादन्त्याः धातवः इति सूत्रेण इत्यस्य धातुसंज्ञा भवति. अस्तु, लेखी तु नूतनधातुः अस्ति, तस्य धातुसंज्ञा सनादन्त्या धातवः तेन सूत्रेण तस्य धातुसंज्ञा भवति. तदनन्तरं यथा विवक्षा यथा भवान् वदामि, स्मरणार्थं वदामि यत् तत्र आरम्भे अस्य क्रमस्य आरम्भे लिख् इति आसीत्, इदानीं लेखी इति अस्ति. लेख् इति धातुः अस्ति, लेखी अपि धातुः अस्ति, किन्तु लिख् इति अस्माभिः न निर्मितः अस्ति. लिख् इति धातुः आरम्भे एव आसीत्, पाणिनिना दत्तः धातुः अस्ति इति कृत्वा उपदेशावस्थायां तत्र उपदिष्टधातुः अस्ति इति कृत्वा भुवादयो धातवः तेन तस्य धातोः धातुसंज्ञा धातुनामकरणमस्ति. धातु अयं धातुः धातुसंज्ञा भवति अनेन सूत्रेण भुवादयो धातवः ये उपदेशिकधातवः सन्ति. उपदेशावस्थायां पाणिनिना ये धातवः दत्ताः. अत्र किन्तु यदा धातुं निर्मामः इति यथा लेखी धातुः, तदानीम् आतिदेशिकधातुः न तु औपदेशिकधातुः. उपरि लिखितमस्ति, अस्मिन्नेव करपत्रे आरम्भे लिखितमस्ति. तर्हि लेखी इति धातुः आदिदेशिकधातुः. यावन्तः आदिदेशिकधातवः सन्ति तेषां धातुसंज्ञा भवति सनाद्यन्ताः धातवः. तत्र द्वादशधातुप्रत्ययाः सन्ति. सन् आदि यथा भुआदिगणः, भू आदि येषां ते, अत्र सन् आदि येषां ते द्वादशधातुप्रत्ययाः सन्ति. तेषु अणिच् प्रत्ययः अस्ति, सन् प्रत्ययः अस्ति तत्र इति प्रसिद्धप्रत्ययद्वौ स्तः. अत्र सन् अणिच् अन्ये तत्र दशप्रत्ययाः सन्ति. हा, अत्र अणिच् अस्ति इति कृत्वा नाम अयं धातुः अणिच् प्रत्ययस्य संयोजनेन निर्मितः इति कृत्वा सनाद्यन्ता धातवः इति इदानीं सूत्रेण तस्य धातुसंज्ञा भवति. अस्तु, अग्रे महोदय. तत्र यथा वक्तुः विवक्षा अस्ति तत् तत्र यदि लट् लकारविवक्षा अस्ति तत् प्रथमपुरुषे एकवचने ति प्रत्ययः आगच्छति. यथा तिङ् प्रत्ययः अस्ति तत् अपि ति एव अवशिष्यते. तत्र लेखी योग ति, इदानीं तु कर्तरी शप् सूत्रेण कर्ते अर्थे तत्र शप् प्रत्ययः मध्ये आगच्छति. लेखी योग शप् योग योग योगति. अत्र शप् प्रत्ययः अस्ति, तत्र पकारस्य लोपः जातः हलन्त्यं सूत्रेण लषकारस्य अपि लोपः जातः लषकृते. तत्कारणात् तत् अकारः एव अवशिष्यते. यथा पकार षकार इति संज्ञा भवति, अनन्तरं तु तस्य लोपः जातः. तत्कारणात् लेखी योग अयोगति भवति. इदानीं तु सार्वधातुकप्रत्ययः अस्ति, तिङ् प्रत्ययः आसीत् तस्य ति एव अवशिष्यते. तत्र तु पित् अस्ति, तिप् पकारः तत्र आसीत्, तत् तत् कारणात् तत् गुणसंज्ञा गुणः भवति. तत् अत इकारः इकारस्य गुणः भूत्वा तत् लेखे भवति. लेखे योग अकारः योग ति. इदानीं तु एकारः पूर्वम् अस्ति, तत् अनन्तरम् अन्यत् स्वरः अस्ति, अकारः अस्ति, तथा एचो यातवान्तसन्धि भूत्वा तत्र ऐ आदेशः भवति. लेख् योग ऐ योग अ योग ति. अत्र तु लेखयति तत् निष्पन्नं भवति, तत् वर्णं मिलित्वा तत् लेखयति निष्पन्नं भवति तत्. अस्तु, बहु समीचीनमस्ति. तर्हि अत्र लेखी योगः ति इत्यस्याम् अवस्थायां किमर्थं शप् भवति इति चेत् तत्र कर्तरी शप् इति एकं सूत्रमस्ति. कर्तरी शप् पश्यन्ति तत्र भर्तृशाप् इति तत्र तस्य सम्पूर्णरीत्या अवगमनार्थं तत्र भुवादिगणे तत्र अस्माकं पाठः अस्ति. भुवादिगणः भुवादिगणे पठति चेत् तत्र कर्तृशाप् इति मध्ये कर्त्रार्थे तिङ्प्रत्ययः कर्त्रार्थे तिङ्प्रत्ययः अनन्तरमस्ति तियतिप्रत्ययः कर्त्रार्थकः अस्ति. कर्तरिप्रयोगे अस्य उपयोगः भवति खलु. लिखति गच्छति चिन्तयति तत्र कर्तरिप्रयोगे. कर्मणि प्रयोगे ते अस्ति खलु. गम्यते चिन्त्यते क्रियते ते इति कर्मणि अर्थे अस्ति. अत्र ति प्रत्ययः कर्तृ अर्थे अस्ति. कर्त्रार्थे तिङ्प्रत्ययः अस्ति इति कृत्वा तत्र धातोः अनन्तरं कर्त्रार्थे कश्चन तिङ्प्रत्ययः अस्ति चेत् तत्र कर्तृशब्दिनः शप् इति विकरणप्रत्ययः मध्ये भवति. लैकियोगः शप् भवति. शप् इदानीम् अङ्गकार्यमस्ति. शप् शपं अधिकृत्य सार्वधातुक आर्धधातुकयोः तेन गुणः. एतत् सर्वं भुवादिगणस्य पाठे अस्ति. तत्रैव पश्यन्तु नूतनमस्ति चेत्. अस्तु अग्रे गच्छेम. अत्र मुख्यं नास्ति. मुख्यं किम् इति अत्र महत्वपूर्णभागः अस्ति चेत् जयन्ती भगिनी शृणोतु. अत्र लेखी अस्ति, लैकी अस्ति. किमर्थम् अस्ति नाम लिखधातुः दृष्ट्वा अत्र त्रीणि सूत्राणि सन्ति. अत्र महत्त्वमस्ति अचोयनिति अथ उपधायाः पुगन्धोपसिच इति त्रयाणां सूत्राणां कार्यं कुत्र भवति इति अतिमहत्त्व पूर्णबिन्दुः अस्ति. तस्य ज्ञानं नास्ति चेत् तत्र रूपं किं भविष्यति इति वयं वक्तुं न शक्ष्यामः. अस्तु समीचीनमस्ति. अग्रे पठेम पुष्पभगिनी अग्रे पठतु. ध्येयं यत् लेखी इकारान्तधातुः अस्ति. निजन्तधातवः सर्वे इकारान्ताः सन्ति. पाठी, लेखी, गमी, निन्दी, क्षाली, अतः सर्वत्र अयम् एव क्रमः. अग्रे गत्वा बोध्यं यत् सर्वत्र धातोः व्युप्तत्यनन्तरं तत् न गच्छामि. सार्वधातुक व्युत्पत्तिः धातोः व्युत्पत्तिः नवगच्छति. धातोः उत्पत्तिः अस्तु उत्पत्तिः व्युत्पत्तिः तस्य अनन्तरं धातोः व्युत्पत्तिः भवति. तदनन्तरं सार्वधातुक आर्धधातुकयोः एचो यवायावः इत्याभ्याम् अङ्गं तदा तिङ्गः योजनेन तिङ्गन्तपदं निष्पन्नम् अस्तु. अत्र लेखी तु इकारान्तधातुः अस्ति. तथैव निजन्तधातवः इकारान्ताः सन्ति. तथैव पाटी, लेखी, गमी, निन्दी, क्षाली इति अत्र सर्वत्र एकनिमिषं एकनिमिषः महोदय. अस्तु नास्ति चिन्ता. तत्र पद्मा भगिनी अग्रे. तर्हि अत्र धातुः हलान्तः भवतु वा अजन्तः भवतु वा सर्वत्र धातुः इकारान्तः अस्ति. यथा तत्र नी धातुः णिच्, नायी इति आदिदेशकधातुः अस्ति. नायी, पठ् इत्यस्य पाठी, लिख् इत्यस्य लेखि, सर्वत्र इकारान्तधातुः अस्ति. अस्तु समीचीनमस्ति. पद्मा भगिनी अग्रे. अत्र धातवः त्रिविधा. प्रथमतया अजन्तधातवः, हलन्तधातवः च. तदा हलन्तधातुषु येषाम् उपधा अकारः अपि च येषाम् उपधा लघु इक् वर्णः, इक् प्रत्याहारे इ उ रु इति वर्णाः सन्ति. धातोः इच्छमवर्णात् अन्तिमवर्णात् पूर्वयः वर्णः तस्य नाम उपधा. अत्र त्रीणि सूत्राणि प्रसक्ति अस्ति परिचयरूपेण प्रथमतया अजन्तधातव हलन्तधातव तदा हलन्तधातुषु परिचयं दत्तमस्ति. उपधा धातु किं भवति अत्र प्रसक्तिः अस्ति. अत्र उदाहरणानि सन्ति तत्र त्रीणि तत्र विभागत्रयमस्ति खलु प्रदर्शयतु अग्रे. पठामि वा? हा पठतु. हलन्तधातवः उपधा अकारः यथा पट् वद् नट्. अत्र पट् धातोः उपधा वर्णम् अन्तिमवर्णस्य पूर्ववर्णं पकारः अस्ति परन्तु अकारः उपधा मिलितमस्ति. न न तथा न वक्तव्यमस्ति. संस्कृतभाषायां तथा न वदामः. अन्तिमवर्णः अस्ति ठकारः. तस्मात् पूर्वं कः वर्णः अस्ति? तस्मात् पूर्वम् अकारः पकारः न ठकारः इति अस्ति. तस्मात् पूर्वम् अकारः अस्ति न तु पकारः. ठकारात् पूर्वं कः वर्णः? अकारः. अकारः अस्ति. हलन्तधातवः वद् अपि तथा नट् अपि तथा. यथा पट् वद् नट् इति उपधायां लघु अकारः अस्ति इति कृत्वा अणच् इति अस्य पत् संयोजनेन कः पत् किं कस्य सूत्रस्य उपयोगः भवति? अत्र अकारः अत् उपधायाः सूत्रम् अत अत उपधायाः अत उपधायाः समीचीनमस्ति. अत उपधायाः द्वितीयं हलन्तधातवः उपधा लघु इक् यथा लिख् बुद्ध् बृद्ध्. अत्र हलन्त अन्तिम वर्णं हलन्त एतो अत्र हलन्तधातवः अस्ति. उपधा धातु इक् वर्णः अस्ति इत्यनेन पुगन्तलघुपधस्य च सूत्रं कार्यं करोति. समीचीनम्. अग्रे अजन्तधातवः इगन्ता तथा यथा भू नी शि इ कृ अत्र अजन्तधातव भू भू धातव अत्र अजन्त येषाम् अच् येषां धातूनाम् अन्ते अच् वर्णः स्वरः ते च धातवः अजन्ताः. तेषु येषां तेषु तेषाम् अजन्तानां मध्ये येषाम् अन्ते इक् वर्णः अस्ति ते च धातवः इगन्ताः. इगन्ताः धातवः तत्र भू नी शि कृ इति उदाहरणानि सन्ति. तत्र किं सूत्रम्? अचोन्निति अचोयेति. अस्तु बहु समीचीनमस्ति इति अस्ति. अस्तु विभागत्रयं जातमस्ति. अस्तु कानिचन उदाहरणानि द्रष्टव्यानि सन्ति तत्र. अग्रे रविमहोदय. अग्रे रविमहोदय. महोदय अस्ति. हरि ओं. राजी भगिनी अस्ति. आं महोदय, अहमस्ति. अग्रे पठतु. धातवः धातवः क्रमेण हलन्तधातवः उपधा अकारः हलन्तधातवः उपधा लघुः इक् अजन्तधातवः इत् अवलोकयाम. हलन्तधातवः उपधा अकारः अत उपधाया इत्यनेन उपधायाम् अतः वृद्धिः. पट् योगः निच् पाटि पाठयति. पट् अङ्गस्य उपधा ह्रस्व अकारः अस्ति. निश्चिप्रत्यये परे आगच्छति. ततः अत् वर्णस्य वृद्धि भूत्वा पाट् इति आगच्छति. निच् प्रत्यये नकारस्य चकारस्य लोपानन्तरम् इ एव अवशिष्यते. पाट् योगः इ पाठि इति आनयति आगच्छति. पाठ्य अङ्गं पाठ्य इति पाठ धातु पाठ इति धातु अस्ति. पाठिः किमस्ति किमस्ति पाठि अनौपदेशिकधातु पाठिदेशिकधातुः हा तत्र पट् पट् अपि धातुः अस्ति पाठि अपि धातुः अस्ति इति अति महत्वपूर्णबिन्दुः अस्ति. पट् पट् आरम्भ नाम पाणिनिना दत्तः धातुः पट् अस्माभिः निर्मितः धातुः पाठि. अतः पट् धातुः औपदेशकः, पाठि इति धातुः आतिदेशकः. महोदय आतिदेशकधातु योगः तिङन्दं ति पाठयति इति आगच्छति. समीचीनमस्ति. अन्यानि उदाहरणानि वद् योगः निच् तावदेव उपदाक अकारः वृद्धिः भूत्वा अकारः भवति. वाद् निच् प्रत्यये इकारः एव अनुबन्धलोपानन्तरम् अवशिष्यते. वाद् योगः इ वादि भवति. वादि आतिदेशिकधातुः वादि योगः ति वादयति. पत् योगः निच् पत् उपधा अकारः अस्ति. अकारः वृद्धि भूत्वा आकारः भवति. निच् प्रत्यये परे निच् प्रत्यये अवश्य अनुबन्धलोपानाम् इकारः एव अवशिष्यते. पात् योगः इकारः पाति इति अतिदेशिकधातु आगच्छति. पाति योगः ति पाठयति. एवमेव नट् योगः निच् नाटि नाटयति. हा अस्तु. तर्हि अत्र यत्र उपधायां लघु अकारः अस्ति तत्र अत उपधायाः ति अनेन वृद्धिः भवति. पठ् पाठयति, वद् वादयति, पत् पाठयति, नट् नाटयति इति यावन्तः धातवः तथा भवन्ति. अग्रे गच्छेम. जगन्नाथमहोदय अग्रे. हलन्तधातवः उपधा लघु लघु इक् अत्र किमपि उदाहरणं न दत्तं किन्तु तस्य तु अत्र उदाहरणेन उदाहरणानि एव दत्तानि. अन्यत् किमपि नास्ति. अग्रे पठतु. उदाहरणानि न सन्ति इति वा? अग्रे पुगन्तलघूपधस्य च इत्यनेन उपधायां लघु इक् गुणः इति यस्मात् परं यथा लिख् योगः णिच् लेख लेख् इति भवति. अत्र तु इक् संज्ञा अस्ति लिख् इति धातोः धातौ तत्र तस्य णिच् प्रत्ययोजनेन लेखि इति भवति. पुगन्तलघूपधस्य च इति सूत्रेण तादृशमेव छिद् योगणिच् छेद् छेदि इति भवति नूतन आतिदेशिकधातु. बुद्ध योगणिच् बोधि छेदि इति धातु भवति. लट् छेदयति. तर्हि लेख् लेखि लेखयति. छिद् छेदि छेदयति. अग्रे बुध् बुध् बोधि बोधयति. मोद् मोदि मोदयति. कृष् कृष् कर्षि कृष् योगः इ कर्षि कर्षयति इति अन्तिमरूपं. वृष् वर्ष वर्षि वर्षयति इति तिङन्तरूपम्. हा बहु समीचीनम्. अत्र सर्वत्र उपधायां लघु इक् वर्णः अस्ति. इ उ अत्र मूद् इति धातु अस्ति, धातु अस्ति मूद्, मूद् मोद नास्ति, मूद् धातु अस्ति मूद्, कृष् वृष् कृष् अस्ति अत्र लेखनदोषः अस्ति, तत्र मूद् इति धातु अस्ति, अनन्तरं कृष् वृष् इति ऋकारः अपि तथा अस्ति, तस्य गुणः अस्ति अर् इति संक्षेपे वदामः, अत्र अर् इति गुणः अस्ति, तर्हि कर्षि कर्षयति, धातुं दृष्ट्वा, धातुं दृष्ट्वा पट् इदानीं लिक् अस्ति, इदानीम् अग्रे अजन्तदातवः विद्याभगिनी पठतु. अजन्तदातवः यथा भू नि षि कृ, ईकारान्तः ईकारान्तः च, अचोयनिति इत्यनेन येषां धातूनाम् अन्त्यस्य इकारस्य ईकारस्य वा वृत्तिः, तदा एचोयवायवः इत्यनेन ऐ आय् वा आदेशः, यथा नि योगः निच्, अत्र नि इति ईकारान्तधातुः अजन्तधातुः, तत्र निच् प्रत्ययः विद्यते, तर्हि तत्र अचोयनिति इत्यनेन अजन्ताङ्गस्य वृद्धिः भवति निच् प्रत्यये परे, तर्हि तत्र नि इति नै इति भवति, निच् प्रत्यये इ इत्येव अवशिष्यते अनुबन्धलोपानन्तरं, तर्हि नै योगः इ इति अस्ति, इदानीं तत्र एचोयवायवः इति सूत्रेण तत्र ऐकारस्य स्थाने आय् इति आदेशः भवति अचीपरे, तत्र ईकारः अच्वर्णः, तर्हि तत्र नै स्थाने नाय् इति भवति, नाय् योगः इ नायि, नायि इति आतिदेशिकधातुः सनाध्यन्ताधातवः इत्यनेन, तर्हि इदानीं नायि योगः तत्र लट् विवक्षायां ति इति प्रथमपुरुषे एकवचने तिङ् प्रत्ययः विहितः भवति, तदनन्तरं तत् मध्ये कर्तरि शप् इत्यनेन शप् शप् शप् विकर्णप्रत्ययः आयाति, तर्हि इदानीं नायि योगः शप् तत्र शप् इत्यस्मिन् अनुबन्धलोपानन्तरम् अकारः एव अवशिष्यते, तर्हि अत्र पुनः नायि योगः अ तत्र सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः, तर्हि नाये नाये योगः अ तत्र पुनः यान्तवान्तदेशसन्धिः, नाये नायय नायय योगहति नाययति. बहु समीचीनमस्ति. तर्हि अत्र अत्र मुख्यं किं यत् सर्वैः अवगन्तव्यमस्ति, धातुः अजन्तः अस्ति, तत्र अतः अचोयति इत्यस्य प्रसक्तिः अस्ति, तदर्थं वृद्धिः भवति, अतः नै अनन्तरं नाय् इति भवति, तदर्थं नि इत्यस्य रूपं किं नाययति, नि इत्यस्य नाययति इति अभिज्ञानम् अपेक्षितमस्ति अचोयनिति इति सूत्रम्. एवमेव शीघ्रमेव वदामि यतोहि तत्र समयः समाप्तः अस्ति. तर्हि इकारान्ताः ईकारान्तः इति सन्ति चेत् यावन्तः दातवः सन्ति तेषां कार्यं तादृशमस्ति. अनन्तरं यथा अत्र भू नी षि अपि अस्ति, षि तर्हि शाय इति अस्ति, उकारः उकारः अस्ति चेत् तदपि अचोयनिति इत्यनेन वृद्धिः भवति. भू भौ भाव भावयति, लू लौ लाव लावि लावयति, पू पौ पाव पावि पावयति, सर्वत्र कार्यं समानमस्ति. द्रु द्रौ द्राव द्रावि द्रावयति, सर्वत्र कार्यं समानमस्ति. अचोयनिति इति अवगच्छति चेत् अस्माकं वृद्धिः भवति, तावदेव अस्ति. अचोयनिति तत्र अग्रे ऋकारान्तः ऋकारान्तः सन्ति क्रीडातुः अणिच् कार्, इदानीं ऋकारस्य वृद्धिः, गुणः अस्ति कर्, उपरि उपरि पश्यतु तत्र वृष् इति अस्ति, उपरि वृष् इति जगन्नाथमहोदय पठितवान् वृष्, तत्र वृष् इत्यस्य वर्ष् इति भवति स्म खलु, उपदा लघु उपदातु अस्ति वृष् इति वर्ष् इति, किन्तु अत्र अजन्तदातु अस्ति कृ धातुः, तस्य वृद्धिः अचोयनिति, अनेन भेदः वृष् कृ, वर्ष्यति किन्तु कारयति अस्ति वृद्धिः कृत्वा, कारि कृ कारि कारयति, हृ हारि हारयति, तृ तारि तारयति. ऋकारः ह्रस्वः भवतु दीर्घः भवतु वा अचोयनिति इत्यनेन कार्यमस्ति. इति तावत् अस्माकं पाठः अद्य, त्रीणि सूत्राणि. अग्रिमसप्ताहे तत्र आकारान्तदातूनां वैशिष्ट्यमस्ति, कुत्रचित् पकारः कुत्रचित् यकारः इति आगच्छति. आकारान्तानां पाठः अग्रिमे सप्ताहे. अग्रे तत्र अस्मिन् सप्ताहे गृहपाठः अस्ति यत् त्रयाणां सूत्राणां बोधः सर्वेषां मनसि भवेत्। त्रीणि सूत्राणि के कानि? अत्र अस्माकं वचोयनिति अतोपदायाः पूगान्तलघुपदस्य च अस्य च अभ्यासः भविष्यति शुक्रवासरे, सर्वे गच्छन्तु कृपया। अस्तु तर्हि धन्यवादः सर्वेषां, नमस्कारः। धन्यवादः महोदय।